पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 47 शेष उवाच हयो गदो हेमकूडं भारतान्ते ततो द्विज अनेकभटसाहस्रैरक्षितो बद्धचामरः यो वै विस्तरदो दैर्घ्याद्योजनानां समं तदः अयुतेन सुशृङ्गैश्च राजधैः काञ्चनादिभिः तत्रोद्यानं महच्छ्रेष्ठं पादपैः परिशोभितं शालैस्तालैस्तमालैश्च कर्णिकारैः समन्ततः हिन्तालैर्नागपुन्नागैः कोविदारैः स बिल्वकैः चम्पकैर्बकुलैर्मेखैर्मदनैः कुडजादिभिः जादिकाभिर्यूधिकाभिर्नवमालिकया तथा आम्रैर्माधवद्राक्षाभिर्दाढिमैशोभितं वनम् अनेकपक्षि सङ्घुष्टं भ्रमरैर्निनदीकृतं मयूरकेकारविदं सर्वर्तु सुखदं हयः प्रविवेश स शत्रुघ्नो मनोवेगसमन्वितः स्वर्णपत्रं विशाले स्वे भाले बिभ्रन्मनोहरं गच्छतस्तस्य वाहस्य हयमेधक्रदोस्तदा अकस्मादभवच्चित्रं तच्छृणुष्वद्विजोत्तम गात्रस्तम्भो भवत्तस्य न च चालपधिस्थितः हेमकूड इवाचाल्यो बभूव हयसत्तमः तदा तद्रक्षका सर्वे कशाखादान्विते निरे तदा हतेऽपि न ययौ स्तब्धगात्रो हयोत्तमः शत्रुघ्नं सविधे गत्वा चक्रुषुर्वाहरक्षकाः स्वामिन्वयं न जानीम किमभूद्धयसत्तमे गच्छदो वाहवर्यस्य मनोवेगस्य भूपदे आकस्मिको भवत्तस्य गात्रस्तम्भो महामदे कशाभिस्ताडितोऽस्माभिः परं तत्र चचालन एवं विचार्य यत्कर्म तत्कुरुष्व नृपोत्तम तदा विस्मयमापन्नो भूपतिः सह सैनिकैः जगाम सहितः सर्वैः हयस्य महतोऽन्तिके पुष्कलो बहुना धृत्वा चरणौ तस्य भूतलाद उत्पाडयामास तदा परं नो चेलद्दुस्ततः बलेन बलिना क्रान्तो नाकम्पदहयस्तदा हनूमांस्तं समुद्धर्तुं मदिं चक्रे महामनाः लाङ्गूलेन समावेष्ट्य बलेन बलिनां वरः आचकर्ष बलाद्वाकं न च चाल तथापि सः ततो वाच कपिश्रेष्ठो हनूमान्विस्मयान्विदः शत्रुघ्नं बलिनां श्रेष्ठं वीराणां परिशृण्वदां मया द्रोणो लाङ्गुलेन लीलयोत्पाडितोऽधुना परमत्र महाश्चर्यं कम्पतेन हयोल्पकः दृष्टमत्र निदानं हि वीरैर्बलिभिरुद्धतैः आकृष्टोऽपि न च स्थानाच्चचाल तिलमात्रतः कपिभाषितमाकर्ण्य शत्रुघ्नो विस्मयान्वितः सुमतिं मन्त्रिणां श्रेष्ठमुवाच वदतां वरः शत्रुघ्न उवाच मन्त्रिन् किमभवद्वाहे स्तम्भनं वपुषो नख कोत्रोपायो विधेयस्याद्येन वाहगतिर्भवेद। सुमतिरुवाच, स्वामिन् कश्चिन्मुनिर्मृग्यो किल ज्ञानविचक्षणः, देशोद्भवमहं जाने प्रत्यक्षं न परोक्षजं। शेष उवाच, इति वाक्यं समाकर्ण्य सुमतेर्धर्मकोविदः अन्वेषयामास मुनिं सेवकैः सह शोभनं। ते सर्वे सर्वतो गत्वा मुनिं धर्मविदं भडाः, व्यालोकयन्तः सर्वत्र न चापश्यन्मुनीश्वरम्। एकस्त्वनुचरो विप्र गतो योजनमात्रतः, पूर्वस्यां दिशि चोद्युक्तः पश्यति स्म महाश्रमम्। यत्र निर्वैरिणः सर्वे पशवो जनतास्तथा, गङ्गास्नानहताशेष किल्बिषाः सुमनोहरः। यत्र केचित्तपश्रेष्ठं कुर्वन्ति स्म कुदाशनैः, धूमैरधो मुखाः पत्रैर्वायुभिः स्वोदरम्भराः। यत्राग्निहोत्रजो धूमपवित्रयदि सर्वदा, अनेकमुनि संहृष्टो मुक्तपत्रलतोत्तमः। तमाश्रमं मुनिर्ज्ञात्वा शौनकस्य मनोहरं न्यवेदयन्नृपायासौ विस्मयाविष्टचेदसे। तच्छ्रुत्वा हर्षितोऽत्यन्तं शत्रुघ्नः सह सेवकैः, हनूमत्पुष्कलाद्यैश्च सयुतो गात्तदाश्रमम्। तत्र वीक्ष्य मुनिश्रेष्ठं सम्यक् हुदहुदाशनं, प्रणम्य दण्डवत् तस्य चरणौ पापहारिणौ। तमागतं नृपं ज्ञात्वा शत्रुघ्नं बलिनां वरम् अर्घ्यपाद्यादिकं चक्रे प्रीदत्तद्दर्शनादभूद। सुखोपविष्टं विश्रान्तं नृपं प्राह मुनीश्वरः, किमर्थमडनं देवमहत्पर्यटनं तव? त्वादृशा पृथिवीं सर्वां नृपा वै न भ्रमन्ति चेद्, तदा दुष्टजनाः साधून् बाधं ते विगतज्वरान्। कथयस्व महीपालशत्रुघ्न बलिनां वर, सर्वं शुभायनो भूयात्तव पर्यटनादिकम्। शेष उवाच, इत्युक्तवन्तं भूदेवं प्रत्युवाच महीश्वरः, गद्गद स्वरया वाण्या कर्षिदस्वीयविग्रहः। शत्रुघ्न उवाच, अकस्मादभवच्चित्रं रामाश्वस्य मनोहृदः, नादिदूरे त्वदा वासात्तच्छृणुष्वविदाम्बर। उद्याने तव शोभाढ्ये यदृच्छादो हयो गदः, तत्प्रान्ते तस्य वाहस्य गात्रस्तम्भो भवत्क्षणाद्। तदा मे बलिनो वीरा पुष्कलाद्या मदोत्कडाः, बलादाज कृशुर्वाहं न च चाल तथाप्यसौ। अस्मानपार दुःखाब्धौ मग्नान् प्रति तरिस्मृतः, दैवादृष्टः सुभाग्यैस्त्वं कथयस्व निदानकम्। शेष उवाच, एवं पृष्टो मुनिवरः क्षणं दध्यौ महामतिः, ततः कारणसंयुक्तं विचारेण दधद्धयम्। क्षणात्तज्ञानदां प्राप्य विस्मयोत्फुल्लोचनः, जगादसमहीपालं दुःखितं संशयान्वितम्। शौनक उवाच, शृणु राजन् प्रवक्ष्यामि हयस्तम्भस्य कारणं, यच्छ्रुत्वा मुच्यते दुःखादधिचित्रकथानकम्। गौडदेशे महारण्ये कावेरीतीरभूषिते वाडवसत्त्वको नाम्ना चचार परमं तपः एकाकं पयसप्राशी दिनैकं वायुभक्षकः दिनैकं तु निराहार एवं त्रिदिनमुन्नयेद एवं व्रते प्रवृत्तस्य कालः सर्वक्षयङ्करः जग्राह स्वस्य दंष्ट्रायां मृदिं प्राप महाव्रती विमाने सर्वशोभाढ्ये सर्वरत्नविभूषिते अप्सरोभिः सह क्रीडन्ययौ मेरोशिखास्थितौ जम्बूनां महावृक्षस्तत्र सेव्यरसोऽभवद नदी जाम्बवती संज्ञा स्वर्णद्रवसमन्विता तस्यां मुनय इच्छाभिक्रीडन्ते कुतुकान्विताः अनेकतपसा पुण्याः सर्वसौख्यसमन्विताः तत्र सौ स्वेच्छया क्रीडन्नप्सरोभिर्मुदान्विदः प्रदीपमाचरतेषां स्वाभिमानमदोद्धदः ततः शब्दः स मुनिभिराक्षसो भवदुर्मुखः ततोऽतिदुःखितप्राह मुनीन्विद्यातपोधनान् अनुगृह्णन्तु मां सर्वे विप्रायूयं कृपालवः तदा तैरनुगृहीतो यदा रामहयं भवान् स्तम्भयिष्यति वेगेन ततो रामकथाश्रुतिः पश्चान्मुक्तिर्भवित्रीते शापादस्मात् सुदारुणात् सप्रोक्तो मुनिभिर्देवो राक्षसत्वमिद प्रभो स्तम्भयामास रामश्वं मोचयानककीर्तनैः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे शापकीर्तनं नाम सप्तचत्वारिंशत्तमोऽध्यायः ॐ